सर्वेभ्यो नमः. प्रवर्तमानः विषयः अस्मिन् वर्गे अस्ति च अपि एव इति यत् इति अव्ययशब्दानां पठनं. तत्र गतवर्गे वयं तत्र च इति तस्य पदस्य अभ्यासं कृतवन्तः, अनेकानि वाक्यानि दृष्टवन्तः, तस्य अवगमनम् अपि किञ्चित् मनसि स्थापितवन्तः इति मन्ये. इदानीं तत्र अपि इति विषये तत्र किञ्चित् दृष्टवन्तः. तत्र अन्तिम एकं वाक्यम् आसीत्, तत्र तस्य अवगमनं सम्यक्तया न अभवत् इति कृत्वा तदेव वाक्यं पुनरेकवारं पश्यामः. तदनन्तरं तत्र पुटसङ्ख्या 140 मध्ये तत्र अभ्यासं यदस्ति तदपि पश्यामः. अस्तु, तर्हि तत्र छ इति उपयुज्य वाक्यं कोऽपि वदति वा? नरेश महोदय, च इति उपयुज्य अहं विद्यालयं गच्छामि, मन्दिरं च. आम्, अहं विद्यालयं गच्छामि, मन्दिरं च. अस्तु, हा, तत्र वाक्यद्वयमासीत्, इदानीम् एकमेव वाक्यं. समीचीनमेव, हा, समीचीनमेव, हा. अस्तु, सूर्यकुमारी भगिनी, एकमेव वाक्यं चोपयुज्य. हा महोदय, अहम् अद्य पाकं शिशुपालनं च कृतवती. अहं पाकं शिशुपालनं च कृतवती. अद्य अहं पाकं शिशुपालनं च कृतवती. समीचीनम्. अस्तु, रघुपतिमहोदय, च उपयुज्य एकं वाक्यम्. अस्तु, ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्ववेदः च इति त्रयः वेदाः सन्ति. ऋग्वेदः, सोरि, त्रयवेदः. अहं चिन्तितवान् पूर्वं. आमामां, तत्र अथर्ववेदः अथवा सामवेदः त्यक्त्वा. अस्तु महोदय, अथर्ववेदे ऋग्वेदस्य मन्त्राः एव सन्ति. अतः तदपि त्रिवेदी, हा, सत्यं महोदय. अस्तु, गीताञ्जलि भगिनि, किन्तु समीचीनम् आसीत् महोदय. अस्तु, हा, गीताञ्जलि भगिनि, इदानीं भानुवासरं मङ्गलवासरं च अहं निरञ्जनमहोदयस्य कक्षां गच्छामि. हा, तत्र प्रायश सप्तमविभक्तिरूपं भवति खलु? खलु, महोदय, भानुवासरे मङ्गलवासरे च अहं निरञ्जनमहोदयस्य संस्कृतकक्षां गच्छामि. कक्षां गच्छामि. समीचीनं भगिनि, अस्तु, समीचीनं. हा, अस्तु, इदानीं च इति उपयुज्य वाक्यं रचितुं शक्नुमः. इदानीम् अपि इति उपयुज्य, तत्र अपि इति पदस्य अवगमनम् अस्ति खलु? अस्तु, तत्र अपि उपयुज्य पश्यामः. तत्र सूर्यकुमारी भगिनी, अपि उपयुज्य. यत् वाक्यं भवती उक्तवती तदेव वाक्यम् उपयो तत्रापि अपि. हा, सः अहम् अद्य अहं पाकं कृतवती शिशुपालनम् अपि हा शिशुपालनमपि कृतवती, समीचीनं। हा अस्तु, नरेश महोदय अपि उपयुज्य भवान् अपि वदतु। अहं केवलं विद्यालयं न गच्छामि, मन्दिरम् अपि। हा समीचीनं महोदय, हा समीचीनं। हा रघुपति महोदय, अहं केवलं गीतासोपनं न अपि तु व्याकरणमपि पठामि, व्याकरणम् अपि पठामि। समीचीनं महोदय। हा गीताञ्जलि भगिनी, भानुवासरे अहं कक्षां गच्छामि, मङ्गलवासरे अपि। मङ्गलवासरे अपि समीचीनं भगिनी। हा अस्तु समीचीनम्। अस्तु इदानीं तत्र छ इति, तत्र छ अपि तयोः मध्ये किञ्चित् सम्बन्धः अस्ति, कश्चन सम्बन्धः अस्ति इति कृत्वा च इति वाक्ये सर्वदा न किन्तु बहुत्र अपि इति प्रयोगः अपि भवति, अपि यत्र अस्ति तत्र च अपि उपयुज्य वक्तुं शक्नुमः, किन्तु तत्र किञ्चित् अर्थभेदः भवति इति मन्ये। तत्र अपि इत्युक्ते आल्सो इति अर्थे, च इति अस्ति चेत् केवलम् एण्ड् इति, तत्र समूहः भवति च इति अस्ति चेत्, अपि इति अस्ति चेत् तत्र अस्तु समूहः अस्ति, अन्यः अपि तस्मिन् समूहे अस्ति अथवा अन्यापि तस्मिन् समूहे अस्ति इति वक्तुम् इच्छामः तत्र अपि इति पदस्य योजनेन। अस्तु तत्र एकं वाक्यम् आसीत् तत्र उपरितनभागे उच्चैः पठत इति, यत्र समूहः अस्ति तत्र साङ्ख्यैः यत् प्राप्यते योगैः अपि तत् गम्यते इति, तद् वयम् अवगन्तवन्तः इति मन्ये, किन्तु तस्य पूर्वं वाक्यं सः गुरुणा अपि दुःखेन न विचाल्यते इति, तत्र कोऽपि दृष्टवती वा? अस्तु समीचीनं भगिनि। हा तत्र गुरुणा इति पदस्य एव क्लेशः आसीत् इति, गुरुणा अर्धः भिन्नः, गुरु तत्र गुरु अस्ति इति न, गुरुः इति पुरुषः अस्ति इति, हा गुरुः गुरुणा सह इति न, गुरुणा सह इति लक्ष्मणेन सह, रामेण सह इति यादृशं यादृशप्रयोगः भवति, तादृशः प्रयोगः न अत्र, किन्तु तत्र वाक्यं तत्र किञ्चित् परिवर्तनं कृत्वा वदतु भगिनि, तत्र सः दुःखेन इति दुःखेन, हा समीचीनं। हा सूर्यकुमारी भगिनी, तत्र वाक्यं तत्र विशेषणं विशेष्य भाव्य भावः प्रदर्शनं समीचीनं भवति, तादृशरूपं वदतु यत्र विशेषणविशेषभावः सुलभतया अवगन्तुं शक्नुमः। सः गुरुणा दुःखेन अपि न विचाल्यते, हा इति, इति समीचीनं। कर्मणि प्रयोगं महोदय, दुःखेन सः कर्मपदं, गुरुणा दुःखेन कर्तृपदम्। हा तत्र कर्मणि प्रयोगः अस्ति, अतः तत्र किं भवति कर्मणि प्रयोगे विचाल्यते कर्मणि क्रियापदं, क्रियापदम् अस्ति, क्रियापदम् अस्ति, हा दुःखेन गुरुणा दुःखेन दुःखेन कर्मपदम् अस्ति, कर्मपदम् अस्ति किन्तु तत्र सहकर्मपद, हा हा क्षम्यतां क्षम्यताम्, हा मम क्षम्यतां, हा कर्तृपदमस्ति गुरुणा दुःखेन कर्तृपदमस्ति, तृतीयविभक्तौ अस्ति, अपि सः इति तत् कर्मपदमस्ति, न अपि विचाल्यते क्रियापदं, सामान्यदुःखेन न, गुरुणा दुःखेन अपि न विचाल्यते, हा सः गुरुणा दुःखेनापि न विचाल्यते, तद् तदेव वाक्यं कर्तृ रूपं जानति वा? गुरु दुःखः अपि अपि तं न विचाल्यति विचल्यति प्रायशः विचल्यति विचल्यति तत्र नित्यन्तपदं तत्र पठति पाठयति इति तादृशर्थे विचल्यति अथवा विचल्यते किमस्ति तत्र विचल्यति आत्मनेपदे धातुः अस्ति वा परस्मैपदे धातुः अस्ति वा विचल्यते विचलति एव परस्मैपदे हा चलति विचलति अस्तु समीचीनं हा विचलति अतः रूपं किं भवति गुरुदुःखः अपि तं न तं न विचलति समीचीनं भगिनि हा इदानीं सुलभतया अवगन्तुं शक्नुमः अस्तु केवलं साधारणदुःखं सामान्यदुःखं न किन्तु गुरुदुःखः अपि न विचलति सः अचलः महोदय तत्र निच् भवति पाठयति इति तद्रूपं अतः विचाल्यते विचाल्यते विचाल्यते अतः विचाल्यते हा अतः अथवा तत्रापि तत्र भवति वा विचालयति प्रायः विचाल्यति विचाल्यति इति विचाल्यति एव भवति विचलति न क्षम्यतां विचाल्यति इति प्रायशः चलति विचालयति महोदय किमर्थमिति चेत् नित् प्रत्यये परे वृद्धिः भवति सत्यम् अतः चाल् भवति चाली विचालयति चालयति चालयति वाहनं चालयति तादृशं विचालयति इदानीं भगिनी समीचीनमस्ति बहु समीचीनमस्ति अस्तु सूर्यकुमारी भगिनी अतः पुनः अन्तिमवारं कर्तृरूपम् एकवारं वदतु भगिनी गुरुदुःखः गुरुदुःखः अपि तं विचालयति विचालयति विचालयति समीचीनं भगिनी इदानीं आमां दुःखः दुःखः तु न चलति खलु दुःखः न चलति दुःखः तं तत्र अहं चलामि किन्तु अहं वाहनं चालयामि भवती चलति किन्तु भवती वाहनं चालयति वाहनं चालयति चलति चालयति चलति चलति इत्युक्ते स्वयं चलति दुःखः स्वयं विचलति तादृश अर्थः नास्ति खलु अत्र सः महोदय कर्तरि न न भगिनि इदानीं तत्र अस्तु तत्र कर्मणि प्रयोगरूपं तत्र सः इति अस्ति सः इति कर्मपदम् अस्ति अतः अतः कर्मणि त्यजामः तत्र कर्तृरूपम् एतदस्ति गुरुः दुःखः गुरुदुःखः अपि तम् इत्युक्ते पुरुषं तं न विचालयति तं न विचालयति हि इस् नाट् शेकन् इवन् डिफिकल्ट् किं हेवी हा हेवी दुःखम् आल्सो डस् नाट् शेक् दिस् पर्सन् अत्र दुःखः चलति इति नास्ति खलु दुःखे दुःखः अन्यं चालयति अतः दुःखं गुरुदुःखं तं न विचालयति किन्तु तत्र हि इति तत्र तद् हि इस् नाट् मूव्ड् बै इत्युक्ते तत् कर्मणि प्रयोगः भवति किन्तु कर्तृप्रयोगः इत्युक्ते हा तम् इति भवति, तं विचालयति, किन्तु अर्थः समानः. इदानीं जानीमः खलु, सम्यक्तया अवगमनं भवत् अभवत् वा? इदानीं साधारणतया महोदय कर्तरि इति प्रथमविभक्ति उपयुज्य, कर्तरि इति न, कर्मणि प्रयोगे. क्षम्यतां भगिनि, पुनः एकवारं. कर्तरिरूपं प्रथमविभक्ति उपयुज्य वाक्यं रचयति भवति. सत्यं भगिनि, सत्यं. कर्मणि प्रयोगे, कर्मणि प्रयोगे किं भवति? कर्मणि प्रयोगे तृतीया. अतः एतत् कर्मणि प्रयोगः इति अङ्गीकरोति वा भगिनि? किन्तु सः इति तु प्रथमं, तत्र तत्र तृतीया विभक्तौ यदस्ति, यत् किं पदमस्ति तत्र तृतीया विभक्तौ? गुरुणा दुःखेन, न दुःखेन, तदेव. हा, तृतीया विभक्तौ यत् कर्मणि प्रयोगे अस्ति, तत् पदं किं, कर्तृपदं वा कर्मपदम्? अत्र न कर्मणि प्रयोगे तृतीयविभक्त्यन्तर्पदं कर्तृपदं वा कर्मपदं वा? कर्तृ. हा, अतः अत्र तृतीयविभक्त्यन्तं पदं किम् अस्ति? सः. सः तृतीयविभक्त्यन्तं नास्ति किल? न भगिनि, तत्र भवती एव उक्तवती तृतीयविभक्त्यन्तं पदम् एव कर्तृपदं कर्मणि प्रयोगे, खलु? अस्तु अस्तु अस्तु. अत्र तृतीयविभक्त्यन्तं पदं किम् अस्ति? गुरुणा दुःखेन. अस्तु, तदेव कर्तृपदं खलु? अस्तु महोदय. अतः एतत् पदं वयं कर्तृप्रयोगे, एतस्य पदस्य विभक्ति का कर्तृपदस्य? तृतीया. न कर्तृ कर्तृप्रयोगे. कर्तरिप्रयोगे कर्तृपदस्य प्रथमः. अतः गुरुणा दुःखेन यत् रूपम् अस्ति तृतीयविभक्त्यन्तरूपं, तद् कर्तृप्रयोगे मास्तु, किन्तु गुरुदुःखः इति प्रथमाविभक्तिरूपं स्वीकुर्मः, खलु? अस्तु, तद् कर्तृपदम् आसीत्. इदानीं कर्मणि प्रयोगे कर्मपदस्य विभक्ति का? कर्मणि प्रयोगे विभक्ति तृतीया. कर्मपदस्य प्रथमविभक्ति. अत्र अत्र कर्म कस्य पदस्य प्रथमविभक्ति? किं पदं प्रथमविभक्त्यन्तम् अस्ति? अतः तदेव कर्मपदं, तस्य द्वितीयविभक्तिरूपम् अस्ति तम् इति. अतः साधारणतया वयं गुरुणा दुःखेन अपि सः न विचाल्यते इति. समीचीनमेव अस्ति, तदपि वयम् अवगन्तुं शक्नुमः. अस्तु, किन्तु यदि तृतीया कर्तृप्रयोगं तादृशरूपम् इच्छामः, तत्र गुरुदुःखः अपि तं न विचालयति इति भवति. समीचीनं वा इदानीं? सूर्यकुमारी भगिनी, इदानीं विचालयति इति गुरुदुःखः इति समासः सम्यक् वा? गुरुदुःख इति गुरोः दुःख वा अथवा गुरुतर दुःख वा गुरुतमं दुःख वा? गुरोः षष्टि. न गुरोः दुःख न न अहं चिन्तयामि गुरुदुःखः एव प्रायशः. अत्र अर्थद्वयमपि भवितुम् अर्हति किल, किन्तु तत्र समस्तपदं न समस्तपदं किमर्थं तत्र षष्टि भवति? तत्र रामदासः रामस्य दासः इति विभज्य रामस्य दासः, किन्तु षष्टि तत्पुरुषसमासे तत्र षष्टिविभक्तिरूपं न दृश्यते खलु, रामदासः एव भवति गुरुदुःख इति. ओके, गुरुतर गुरुतमं दुःख अस्तु. अहम् एकं प्रश्न अस्ति, गुरु विशेषणविशेष्य सम्बन्धः लिङ्गम् एकम् एव गुरु नपुंसकलिङ्गं दुःखः न न तादृशं नास्ति. किमर्थं तत् नपुंसकलिङ्गपदं भवति? गुरुः दुःखः गुरुः दुःखः तदेव रूपं भवति. यत् तत्र दुःखः पुल्लिङ्गे अस्ति अतः गुरुः पुल्लिङ्गे अस्ति. अन्यत् किमपि इदानीं गुरुः इति पुरुषः गुरुः इति सामान्यतया चिन्तयामः तादृशः गुरुः नास्ति अत्र. एतत् भिन्नं पदम् अस्ति खलु, भिन्न अर्थः, विशेषणभावः अस्ति हेवि इति अर्थे. अतः तत्र परीक्षा इति अस्ति चेत् तत्र गुरु इति तद् तद् श्रीलिङ्गे भवति. तत्र वयं दृष्टवन्तः खलु भगिनि, ऊकारान्तस्त्रीलिङ्गपदम् अस्ति, मतिशब्दवत् यथा ह्रस्व इकारान्तपदम् अस्ति तादृश धेनुः उकारान्त स्त्रीलिङ्गपदम् अस्ति खलु, तादृशरूपं भवति. अतः तत्र तत्र यदि विशेषणमस्ति चेत् तदेव लिङ्गं भवति. लिङ्गस्य समासः भवति सीताराम इति, सीताराम अथवा तत्र किमपि सर्वं भवति महोदय. सर्वं भवति किन्तु अत्र वयं स्वीकुर्मः अङ्गीकुर्मः तत्र विशेषणविशेष्यभावः अस्ति. कीदृशदुःखः इत्युक्ते गुरुदुःखः इति. समासे अन्तिम अन्तिमस्य एव लिङ्गः भवति किल? सत्यं. किन्तु अत्र तु पदद्वयं विना सम्बन्धः इति तादृश किमपि नास्ति खलु. अतः तत्र विशेषणविशेषभावः. महोदय, विग्रह गुरुं दुःखम् इति सम्यक् वा? मन्ये भगिनि कीदृशम् उत्तमरामः इति तादृश तादृशरूपम् अस्ति. अस्तु, एतत् तत्र भगवद्गीतायाम् एतत् 6.22 तस्मिन् अस्ति इति मन्ये. अस्तु अस्तु, अग्रे गच्छामः वा? समीचीनम् अस्ति. इदानीं तत्र गतवर्गे एतत् वयं वयं गुरुः इति पुरुषः इति चिन्तयित्वा तत्र बहु क्लेशः अभवत्. इदानीं सम्यक् अस्ति. अस्तु अस्तु, इदानीम् अग्रे गच्छामः. तत्र अग्रे नरेश महोदय, अग्रे एतेषु वाक्येषु इति. एतेषु वाक्येषु अपि इत्यव्ययम् अवलोकयत अपि इति अव्ययपदम् अस्ति, तम् अवलोकयत. अवलोकयत श्रुत्वा अपि ब्रह्म कश्चित् न जानाति. श्रुत्वा अपि ब्रह्म कश्चित् न जानाति. कोऽपि जानाति वा एतत् एषः श्लोकः भगवद्गीतायां कुत्र आगच्छति इति? अहमपि किञ्चित् दृष्टवान् किन्तु न प्राप्तवान्. श्रुत्वा अपि ब्रह्म कश्चित् न जानाति. ब्रह्म अपि न जानाति. तत्र भगवद्गीतायां श्रीकृष्णस्य यत् एतद् वचनम् अस्ति तत्र समीचीनमेव अस्ति, किन्तु तत्र सन्दर्भः कः इति दृष्ट्वा एव वक्तुं शक्नुमः. कोऽपि जानाति वा तत्र एतत् कुत्र आगच्छति इति? अहं किञ्चित् दृष्टवान्, अन्वेषणं कृतवान् किन्तु न प्राप्तवान् तत्र. अस्तु अस्तु नरेश महोदय, अतः अस्तु अग्रे अग्रिमं कुर्मः यदि अग्रिमवर्गे कोऽपि. स्वधर्मम् अपि चावेक्ष्य न विकम्पितुम् अर्हसि. किं तत्र किञ्चित् यदि अवगमनं भवति वा? अपि इत्युक्ते अत्र मूलविषयः अस्ति अपि इति पदस्य वाक्ये तस्य किं महत्वं किम् अस्मिन् वाक्ये अपि इति तस्य पदस्य महत्वं किम् इति सः एव मूलविषयः अत्र अपि नास्ति चेत् किं भवति अपि अस्ति चेत् अर्थपरिवर्तनं कीदृशम् इति तत्र स्वधर्मं च अवेक्ष्य न विकम्पितुम् अर्हसि अथवा स्वधर्ममपि च अवेक्ष्य न विकम्पितुम् अर्हसि इति तत्र कोऽपि वक्तुमिच्छति वा न जानामि विकम्पितुम् इत्युक्ते कम्पते विचलति त्वं विचलितुं न अर्हसि स्वधर्ममपि धर्मं स्वधर्मं दृष्ट्वा यदा त्वं स्वधर्मं पालयसि तदा भवान् न विचलसि इति अस्ति महोदय अत्र अपि अर्थे एव स्वधर्मम् एव न सम्यक् वदति च अपि अस्ति तत्र स्वधर्मम् अपि च अवेक्ष्य न तत्र न अस्ति अपि अस्ति च अस्ति अन्यापि अस्ति चिन्तयामि अन्यापि अतः च एव च इति दत्तमस्ति सत्यं सत्यं सत्यम् अस्तु हा अस्तु एतत् सर्वं भगवद्गीतां पठित्वा एव अवगन्तुं शक्नुमः इति मन्ये अस्तु अग्रिमवाक्यं पठामः यद्यत् कर्तुं शक्नुमः तद् अत्र अस्माकं कार्यं किम् अस्ति अपि इति पदस्य किञ्चित् अवगमनम् एतत् यदि क्लिष्टः अस्ति चेत् सुलभं यदस्ति तत्र प्रथमतया अपि इति पदस्य अवगमनं महत्वं जानीमः प्रथमतया तदनन्तरम् एतद् कुर्मः हा अस्तु अतः तृतीयवाक्यं नरेश् महोदय भवान् एव इदानीं महोदय स्वल्पम् अपि अस्य धर्मस्य महतः भयात् त्रायते स्वल्पम् अपि अस्य धर्मस्य महतः भयात् त्रायते भयात् पञ्चमे व्यक्ति त्रायते महता अपि पञ्चमे महतः अपि पञ्चमे अस्ति महतः भयात् महतः विशेषणविशेषभावः तत्र त्रायते कः धर्मस्य कस्मात् त्रायते महतः भयात् त्रायते कस्य किं त्रायते स्वल्पमपि महतः भयात् त्रायते कस्य स्वल्पं त्रायते अस्य धर्मस्य स्वल्पमपि महतः भयात् त्रायते धर्मस्य स्वल्पमपि सर्वं यदि न कर्तुं शक्नुमः किन्तु स्वल्पम् अस्य धर्मस्य पालनं कुर्मश्चेत् तत् स्वल्पमेव महतः भयात् त्रायते स्वल्पमपि स्वल्पमपि अत्र स्वल्पम् अपि इति पदस्य किं किञ्चित् आलरेडि इति दट् आलरेडि इति द लिटल् आलरेडि प्रोटेक्ट्स् अस् फ्रम् ग्रेट् फियर् महतः भयात् त्रायते तत्र अपि इति आल्रेडि इति तदर्थे अस्तु अग्रे गीताञ्जलि भगिनि तत्र द्वितीय अध्याय महोदय एतत् द्वितीय चत्वारिंशत् पङ्क्ति महोदय चत्वारिंशत् अस्तु हा समीचीनं भगिनि अस्तु इन्द्रियाणि यततः पुरुषस्य अपि मनः हरन्ति इन्द्रियाणि यततः पुरुषस्य एतद् भगवद्गीतायां 2.60 अस्ति भगिनि अस्ति अत्र इन्द्रियाणि इन्द्रियाणि यततः यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः इन्द्रियाणि समाधीन् हरन्ति प्रसभं मनः इन्द्रियाणि मनः हरन्ति इन्द्रियाणि मनः हरन्ति किन्तु तत्र मनः इति किं भवति कर्मपदं महोदय इन्द्रियाणि मनः हरन्ति मनः हरन्ति मनः हरन्ति कस्य मनः हरन्ति पुरुषस्य मनः हरन्ति पुरुषस्य अपि एषः पुरुषः साधारणपुरुषः नास्ति सः मोक्षम् आवश्यकम् इति प्रयत्नं कुर्वन् अस्ति तादृश यततः यतत् यतत् इति भगवत् इति यः यः पुरुषः प्रयत्न करोति सः तादृशपुरुषस्य तस्य पुरुषस्य अपि इन्द्रियाणि तादृशपुरुषस्य मनः अपि इन्द्रियाणि हरन्ति अस्तु महोदय समीचीनं वा भगिनि अत्र यततः इति विशेषणभाव महोदय सत्यं यततः इति अवगतं महोदय धन्यवादः तत् 2.60 अस्ति यदि भगवद्गीतायां कुत्र अस्ति इति जानीमः तस्मिन् नो चेत् तत् किम् अस्ति पूर्णवाक्यं तत्र न दत्तम् अतः तस्य पूर्वं किम् अस्ति तस्य अनन्तरं किं भवति इति तद् सम्पूर्णश्लोकः श्लोकं दृष्ट्वा एव अवगमनं भवति किन्तु अपि इति तस् पदस्य किञ्चित् अभ्यासं भवतु इति कृत्वा वयं कुर्मः एतत् क्लेशः अस्ति किन्तु वयमपि प्रयत्नं कुर्मः भवान् सुलभं न न न अहमपि पठित्वा एव वदामि भगिनि पठित्वा दृष्ट्वा एव वदामि तत्र अहं किं कृतवान् इत्युक्ते तत्र गीताप्रवेशः अस्ति खलु तत्र द्वितीयभागः प्रथमखण्डः द्वितीयखण्डः अस्ति तत्र एतत् सर्वं किम् अन्वयः पदार्थः पदच्छेदः पदपरिचयः सर्वं कृतमस्ति गीतासोपानस्य अनन्तरं तदेव कुर्मः इति आशयः अस्ति अतः तदपि दृष्ट्वा अहं वदामि तावदेव अस्तु अग्रे रघुपतिमहोदय अग्रिमं करोति वा तत्र आम् महोदय पञ्चमबिन्दुः अस्ति न कश्चित् क्षणम् अपि कर्म विना न तिष्ठति न कश्चित् क्षणम् अपि कर्म विना न तिष्ठति का तिष्ठति इति न दत्तमस्ति न कश्चित् क्षणम् अपि क्षणमपि कर्म विना न तिष्ठति इति कः न तिष्ठति इति न दत्तमस्ति किल महोदय तत्र क्षणमपि कर्म विना न तिष्ठति तत्र क्षणं क्षणं क्षणं क्षणं कर्मं भवति एव तत्र विना कर्म कोऽपि क्षणमेव नास्ति इति मन्ये तादृशार्थे न कस्य क्षणमपि क्षणमपि इति सः न भवति वा सः न तिष्ठति इति सः न कश्चित् क्षणमपि कर्म विना न कश्चित् कः कश्चित् काचित् तदेव कर्तृपदम् अस्तु अस्तु अस्तु कः क्षणमपि कर्म विना न तिष्ठति कश्चित् न कश्चित् क्षणम् अपि कर्म विना न तिष्ठति इति उत्तरम् अस्तु तत्र विना अस्ति न अस्ति पुनः नकारः अस्ति अतः कोऽपि कोऽपि न कश्चित् न कश्चित् इति कोऽपि न तिष्ठति कर्म विना तिष्ठति कोऽपि न तिष्ठति इति क्षणं कर्म विना न तिष्ठति तत्र विना न तिष्ठति तत्र पश्यामः तत्र किञ्चित् क्लेशः एव अस्ति पश्यामः कर्म विना तिष्ठति कर्म विना न तिष्ठति इत्युक्ते तत्र सर्वदा कर्म भवति इति खलु कर्म भवति द्विवारं तत्र अस्ति कर्म विना न तिष्ठति अतः कर्म विना नास्ति अतः कर्म सर्वदा भवति क्षणमपि क्षणमपि कः न कश्चित् कः इति न कश्चित् न कश्चित् कोऽपि न तिष्ठति सर्वे कर्म विना न तिष्ठति इति अस्ति सर्वे तादृशः कर्म विना कोऽपि नास्ति सर्वे सर्वे सर्वदा सर्वे सर्वदा कर्म कर्म कुर्वन्ति इति कुर्वन्नेव कुर्वन् सन्ति कुर्वन्तः केवलम् एकं क्षणं न सर्वे सर्वदा कर्म कुर्वन्नेव सन्ति इति तादृशार्थः भवति इति मन्ये अस्तु तत्र क्षणमपि पञ्चम तृतीयाध्याय एतद् यदि तत्र सङ्ख्या न लिखामः पुनः तस्य अवगमनं न भवति अस्तु अग्रिम सूर्यकुमारी भगिनी भवती अग्रिमं वदति वा तत्र 331 अस्ति अग्रिमं 331 अस्ति तृतीय अध्यायः थर्ड् चाप्टर् 31 श्लोक भगवद्गीतायां बालचन्द्रमहोदय नमस्कारः हरि ओं महोदय क्षम्यतां विलम्बेन चिन्ता मास्तु महोदय चिन्ता मास्तु तत्र वयं पेज् 140 मध्ये स्मः तत्र भगवद्गीतायाः श्लोकाः तेषां किञ्चित् भागं पूर्णश्लोकं न दत्तं किन्तु तस्य प्रथमवाक्यम् अथवा द्वितीयवाक्यम् अर्धभागमेव दत्तमस्ति तत् तत्र अपि इति उपयुज्य तस्य तेषां श्लोकानाम् अवगमनं कर्तुम् इच्छामः तत्र प्रयत्नं भवति न जानीमः कीदृश फलं भवति इति अस्तु महोदय कति श्लोकं तृतीय अध्याये एकत्रिंशत् एकविंशत् समीचीनं वा? तदेव अस्ति. मुच्यन्ते इत्युक्ते तत्र प्रथमतया तद् वदतु भगिनि, भक्ताः मुच्यन्ते इति. मुच्यन्ते इत्युक्ते किम्? न जानामि महोदय. हा, कर्मभिः मुच्यन्ते. कोऽपि अन्य कोऽपि वक्तुम् इच्छन्ति वा मुच्यन्ते इत्युक्ते? ओ, मुच्यन्ते एतद् भक्ताः कर्मभिः मुच्यन्ते, एतद् कर्मणि रूपम् इति मन्ये. भक्ताः कर्मभिः मुच्यन्ते, भक्ताः कर्मभिः मुच्यन्ते, कर्मणि रूपम् अस्ति खलु एतद्. कर्मभिः मुच्यन्ते, मुक्ति प्राप्तं करो. मुक्ताः भवन्ति, मुक्ताः कर्मात्, कर्मात् मुक्ताः भवन्ति भक्ताः. कीदृशभक्ताः? श्रद्धावन्तः, श्रद्धावन्तः, श्रद्धावन्तः, अनसूयन्तः, यः सन्ति, ये सन्ति भक्ते, तादृशभक्ताः कर्मभिः मुच्यन्ते. केवलं भक्ताः इति न, श्रद्धावन्तः भक्ताः अपि अनसूयन्तः, अनसूयन्तः श्रद्धावान् इति इत्युक्ते यस्मिन् श्रद्धा अस्ति सः श्रद्धावान्. अपि यस्मिन् अनसूयः अस्ति इत्युक्ते असूयः नास्ति. तादृशः श्रद्धावन्तः अनसूयन्तः भक्ताः कर्मभिः मुच्यन्ते. तत्र वाक्यस्य परिवर्तनं किञ्चित् कुर्मश्चेत् तत्र भक्ताः अपि श्रद्धावन्तः अनसूयन्तः श्रद्धावन्तः अपि कर्मभिः न मुच्यन्ते इति भवति वा? अहमिति मन्ये महोदय, श्रद्धावन्तः अनसूयन्तः अपि भक्ताः कर्मभिः मुच्य. तत्र प्रथमतया तत्र ते अपि कर्मभिः, वाक्यद्वयमस्ति अत्र. भक्ताः कर्मे मुच्यन्ते, अनुवृत्ति कर्मभिः इति अनुवृत्ति अस्ति, श्रद्धा अनुसूयन्तः श्रद्धावन्तः अपि कर्मभिः मुच्यन्ते इति भवति इति वा? न न, केवलं तत्र समूहः नास्ति, समूहः नास्ति तत्र. एकं प्रथमवाक्यं महोदय, एकस्मिन् भक्तिः अस्ति अन्यस्मिन् श्रद्धा अस्ति इति तादृश अर्थः नास्ति. भक्तः अपि भवितव्यं, श्रद्धावान् अपि भवितव्यम्, अनसूयान् अपि भवितव्यम्. महोदय, प्रथम प्रथम मुच्यन्ते इति पदं त्यक्त्वा सुलभम् अस्ति. सत्यं भगिनि, सत्यं सत्यं सत्यं. तत्र तत्र अहं तत्र यत् गीताप्रवेशे दत्तमस्ति तत् तस्य श्लोकस्य तात्पर्यम् एकवारं पठामि. ये मानवाः मद् अभिप्रायानुगुणं विना असूयां श्रद्धया च व्यवहरन्ति ते मानवाः सर्वकर्मभिः मुक्ताः भवन्ति. अनसूयन्तः भक्ताः ते एव कर्मभिः मुच्यन्ते. तत्र केवलं भक्ताः इति तावदेव आवश्यकता इति न चिन्तनीयम्, अपि तु केवलं भक्ताः भक्तिः न, किन्तु श्रद्धा अपि आवश्यकम्, अनसूया अपि आवश्यकम्. महोदय, अत्र अत्र द्वयं भवति अर्हति वा? भक्ताः कर्मभिः मुच्यन्ते, श्रद्धावन्त अनुसूयन्तः अपि मुच्यन्ते इति विना कर्म कर्मभिः भवति वा? तादृश अपि भवति इति मन्ये महोदय. किन्तु अत्र गीताश्लोकेषु कीदृश अर्थः इत्युक्ते एतादृश अर्थः एव. तत्र अपि इत्युक्ते तत्र एकस्मिन् त्रयमपि भवेत् इति. अस्तु किन्तु तत्र दृष्टवन्तः तत्र अपि इत्युक्ते समूह मास्तु एकमस्ति समूह तादृशमपि भवति. एकः रामः अस्ति लक्ष्मणः अपि अस्ति इति. तत्र रामः लक्ष्मणः समानः न खलु? रामः तत्र रामः किं मन्दिरे अस्ति, लक्ष्मणः अपि मन्दिरे अस्ति इति. तत्र रामः भिन्नः लक्ष्मणः भिन्नः. किन्तु अत्र भक्तः अपि श्रद्धावान् भक्तः मुच्यते, श्रद्धावान् अपि मुच्यते. तत्र तादृश अर्थः नास्ति महोदय. भक्तियोगः कर्मयोगः, एतत् कर्मयोगस्य तत्र प्रायशः तत्र न गन्तुम् इदानीं न गन्तुम् इच्छामः. किं तत् बहु उन्नतः अस्ति इदानीम् अस्माकं कार्यं किं केवलम् अपि इति पदस्य महोदय. अपि स्थाने अपि अपि स्थाने यदि एव एव तादृश अर्थ अस्ति भगिनि. सत्यं तादृश एव इति अर्थे अस्ति. सत्यं भगिनि. अत्र अत्र केवलं भक्तिः अस्ति इति न, किन्तु श्रद्धा अपि भवेत् अपि अनुसूय असूयः अपि न भवेत्. तादृश भक्तः कर्मभिः मुच्यते इति. अस्तु अग्रे कः नरेश मोदी इदानीं पठति वा? ज्ञानी अपि स्वप्रकृत्यनुसारं चेष्टते. ज्ञानी अपि स्वप्रकृति अनुसारं चेष्टते. चेष्टा कुर्वन्ति ज्ञानी अपि स्वप्रकृति अनुसारं चेष्टा कुर्वन्ति. तत्र चेष्टते इत्युक्ते चेष्टा इति तत्र किं हास्यं तादृश अर्थे नास्ति महोदय. तत्र चेष्टा इत्युक्ते प्रयत्नः यत्किमपि यत्किमपि कुर्वन्ति तद् चेष्टा इति. तत्र चलति तदपि चेष्टा भवति, किन्तु प्रयत्नम् एतत् किमपि एतत् प्राप्तुम् इच्छामः. तत्र ज्ञानी किमपि यत्किमपि प्रयत्नं करोति तद् ज्ञानी अस्ति तत्र. किन्तु तस्य प्रयत्नं कीदृशं भवति? स्वप्रकृति अनुसारमेव. अत्र महोदय केवल साधारण मनुष्य न ज्ञानी अपि. सत्यं भगिनि. तत्र श्लोकस्य संख्या कोऽपि जानाति वा? एतत् किन्तु अर्थम् अवगतम् इति मन्ये. ज्ञानी अपि इत्युक्ते इवन् दो ज्ञानी अस्ति किन्तु. अस्तु अग्रे बाणचित्री महोदय पठितुम् इच्छति वा इदानीम्? आं महोदय. किन्तु पूर्वस्मिन् वाक्य श्लोकं किम् इति महोदय? कुत्र कुत्र महोदय? ज्ञानी अपि वा? ज्ञानी अपि स्वप्रकृत्यानुसारं चेष्टते. तत्र श्लोकस्य सङ्ख्या कुत्र अस्ति इति न दत्तमस्ति महोदय. सोपने न दत्तमस्ति. बहुत्र सङ्ख्या दत्तं भवति, किन्तु अत्र ते न दत्तवन्तः. अतः तत्र किञ्चित् क्लेशः एव भवति. महोदय, अनिच्छन् अपि मनुष्यः कथं पापं चरति? तृतीय अध्याये महोदय, अनिच्छन् अपि तृतीय अध्याये वा? एतत् अस्तु, अनिच्छन् अपि अस्तु. तत्र अर्जुनस्य प्रश्नः एतत् अस्तु. श्लोकं किं महोदय, सङ्ख्या सङ्ख्या द्रष्टव्यं महोदय, दृष्ट्वा वदामि. अनिच्छन् अपि मनुष्यः कथं पापं करोति इत्युक्ते किं? तत्र अपि तत्र वाक्ये अस्माकं मूलविषयः अस्ति अपि इति पदस्य कः किं महत्वम् इति. अत्र अपि इत्युक्ते किं भवति? इन्स्पैट् इति अनिच्छन् अपि सः न एतत् कर्तुं न इच्छति किन्तु किन्तु पापं करोति इति. अस्तु अस्तु महोदय, अस्तु. तत्र अपि इति अर्थः तस्य पदस्य अर्थः तस्य वाक्यस्य अवगमनं भवति इति मन्ये. अस्तु अग्रे कः इदानीं रघुपतिमहोदय अग्रे वदति वा? आं महोदय, नमो बिन्दु. चातुर्वर्णस्य कर्ता अकर्ता अपि ईश्वरः अस्ति. चातुर्वर्णस्य कर्ता अकर्ता अपि द्वयोः अपि ईश्वरः अस्ति. कर्ता अकर्ता अपि अकर्ता इत्युक्ते अत्र अर्थं किम्? अर्थः किम्? करोति अकर्ता इति चातुर्वर्णस्य कर्ता इत्युक्ते कर्ता जानामि कार्यं न चातुर्वर्णस्य कर्ता. चातुर्वर्णस्य कर्ता इत्युक्ते ईश्वरः यः चातुर्वर्ण्यं चतुर्वर्णं यः तस्य निर्माणं कृतवान् सः कर्ता भवति, सः ईश्वरः अस्ति. किन्तु चातुर्वर्णस्य अकर्ता अपि ईश्वरः अस्ति. चातुर्वर्णः अस्ति किल, अकर्ता कथं भवति? तत्र क्लेशः. किन्तु तत्र अपि इति पदस्य अवगमनं द्वयोः कर्ता अकर्ता अपि सः एव ईश्वरः एव अस्ति, अकर्ता ईश्वरः एव अस्ति. अस्तु अग्रे यदि श्लोकस्य सङ्ख्यां जानीमः तत्र प्रायशः किञ्चित् सुलभं भवति. अष्टमवाक्यं तु तृतीय अध्यायस्य षट्त्रिंशत् श्लोकं महोदय. षट्त्रिंशत् श्लोकम् अस्तु महोदय. षट्त्रिंशत् श्लोकम् तृतीयः अध्यायः. धन्यवादः महोदय. चतुर्थाध्यायं पापं चरति पुरुषः अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः. पुनः वदतु महोदय श्लोक तत्र षट्त्रिंशत् अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः. सम्यक् अस्ति महोदय. तत्र नवमवाक्यं तु चतुर्थाध्यायस्य त्रयोदशश्लोकः महोदय. चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः अकर्तारमपि मां विद्यकर्तारमव्ययम् इति अस्ति. तदपि तस्य कर्तारमपि अकर्तारमपि तस्य कर्तारमपि सः सः अकर्ता. इदानीं तत्र कर्ता अकर्ता अपि इति तादृश अर्थः नास्ति महोदय. इदानीं तत्र तादृश अर्थः तस्य कर्ता कृष्ण. एतत् समीचीनम् इति मन्ये पनचित्रिमध्ये अथवा रघुपतिमध्ये वदन्तु. तत्र कर्ता चातुर्वर्णस्य कर्ता कृष्णः वदति, चातुर्वर्णस्य कर्ता अहमेव, अहम् अकर्ता अस्मि. किन्तु विद्धिः अकर्ता अकर्तारः अहम् अकर्ता अस्मि, किन्तु चातुर्वर्ण्यस्य सृष्टिः अहमेव कृतवान् इति. तत्र अहम् एतत् कृतवान् किन्तु जानन्तु तत्र अहम् अकर्ता, अहम् अकर्ता एव इति. अहं पठामि महोदय. दि फोर् कास्ट् हेव् बिन् क्रियेटेड् बै मी थ्रू ए क्लासिफिकेशन् आफ् गुणास् अण्ड् ड्यूटीस्. इवन् दो ऐ आम् द एजेण्ट् आफ् दट् क्लासिफिकेशन्, स्टिल् नो मी टु बि ए नन् एजेण्ट् अण्ड् चेञ्ज्लेस्. हा सत्यं महोदय. हा अतः तत्र कर्ता अकर्ता इति न, अकर्ता अपि हा इति जानन्तु. ऐ एम् चेञ्ज्लेस्. चतुर्वर्ण्यस्य कर्ता ईश्वरः अस्ति किन्तु सः अकर्ता अपि, अथवा क्षम्यतां, हा ईश्वरः चातुर्वर्ण्यस्य कर्ता अस्ति. तत्र यद्यपि चातुर्वर्ण्यस्य ईश्वरः चातुर्वर्ण्यस्य कर्ता अस्ति, तथापि ईश्वरः अकर्ता अस्ति इति जानन्तु. कर्ता अस्ति इति जानन्तु इति मां जानन्तु. अव्ययं माम् अकर्तारम् अव्ययं माम् इति तत्र द्वितीयविभक्तिरूपं समीचीनं. मां जानन्तु अकर्तारम्. समीचीनं महोदय. हा इदानीमपि इति तस्य पदस्य ज्ञानम् अभवत्. हा भानुचेतन महोदय धन्यवादः. तत्र भवान् एव वदतु तत्र द्वितीयवाक्यं वयं न ज्ञातवन्तः, तत् कुत्र भवति इति जानाति वा? श्रुत्वा अपि ब्रह्म कश्चित् न जानाति. वदामि महोदय, अग्रिमे श्लोक वाक्यं चर्चा करिष्यामः, अहं वदामि. अस्तु अस्तु अस्तु, धन्यवादः महोदय. अस्तु रघुपति महोदय, भवान् कृतवान्. अस्तु इदानीं सूर्यकुमारि भगिनी पूर्वैः. पूर्वैः मुमुक्षुभिः, मुमुक्षुभिः मुमुक्षुभिः मुमुक्षुभिः अपि ज्ञात्वा कार्यं कृतम्. पूर्वैः मुमुक्षुभिः अपि ज्ञात्वा कार्यं कृतम्. तदपि कर्मणि प्रयोगः अस्ति. मुमुक्षुः मुमुक्षुः, तत्र मुमुक्षुः इति रूपमस्ति. तत्र बहुवचने किं भवति? एतद् मुमुक्षुभिः इति वचनं तस्य तृतीय बहुवचनं. बहुवचनम्, अतः प्रथमविभक्ति एकवचनं किं भवति? मुमुक्षः. न न, प्रथमविभक्ति एकवचनं किं भवति? मुमुक्षुः. मुमुक्षुः. हा इदानीं बहुवचनरूपं मुमुक्षयः. न न न, मुमुक्षुवः गुरुः, गुरवः मुमुक्षवः. मुमुक्षवः मुमुक्षवः इति मन्ये. हा तत्र पूर्वाः मुमुक्षवः मुमुक्षवः ज्ञात्वा अपि कार्यं कृतवन्तः. कार्यं कृतवन्तः. तेषु किं ज्ञानम् अस्ति किन्तु ते कार्यं कृतवन्तः. ज्ञात्वा एव कार्यं कृतवन्तः. तैः कार्यं कृतं. मुमुक्षुभिः इत्युक्ते मुमुक्षुः यः मोक्षम् इच्छति सः मुमुक्षुः. मोक्षस्य इच्छा यस्मिन् अस्ति सः मुमुक्षुः इति मन्ये. पुनरेकवारं वदतु महोदय. मोक्षस्य इच्छा यस्मिन् अस्ति, मोक्षं यः इच्छति सः मुमुक्षुः, अथवा मोक्षस्य अन्वेषणं यः करोति सः मुमुक्षुः. महोदय मोक्षस्य कथं भवति मोक्षा इति मोक्षायाः समितं महोदय मोक्षायाः अन्वेषणम् अथवा तां प्राप्नोमि इति तां प्राप्नोमि तद् तस्याः आवश्यकता अस्ति इति यः चिन्तयति सः मुमुक्षुः. अहं मन्ये ज्ञानयोगेन. हा हा हा अस्तु केन इति तत्र अस्तु चतुर्थाध्यायस्य पञ्चदशश्लोकः एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः कुरु कर्मैव तस्मात् त्वं पूर्वैः पूर्वतरं कृतम् इति. अस्तु अस्तु अस्तु अस्तु एतद् अस्तु अस्तु अतः तत्र पूर्वश्लोकः तस्य अवगमनमपि आवश्यकं महोदय खलु. चतुर्दशश्लोकस्य तत्र चतुर्दशश्लोकस्य अर्थं पठित्वा पञ्चादशस्य अपि पठतु वदतु महोदय. नमां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा इति मां योऽभिजानाति यः अभिजानाति कर्मभिः न स बाध्यते. Actions do not taint me. For me, there is no hankering for the results of actions. One who knows me thus does not become bound by action. Namam karmani limpanti. It doesn't taint me, it doesn't attach me. Na karma pale spruha. I don't hanker for the results. Iti mam yaha abhijanati, yaha ajanati. Karmabhihi na saha karmabhihi na bad. One who knows me this way does not become bound by action. So he doesn't get caught by this karma bhi. Karma se nahi bandha, bandha iti. Badhyate. Badhyate. He doesn't get bound by that. Limpati pollute mahodaya iti. Taint. Affected. इदानीम् अग्रिमं श्लोकं महोदय. एवं ज्ञात्वा हेविङ्ग् नौन् दस् ड्यूटीस् वेर् पर्फार्म्ड् इवन् बै द एन्शियण्ट् सीकर्स् आफ् लिबरेशन्. एवं ज्ञात्वा कृतं पूर्वैरपि मुमुक्षि पूर्वैरपि पूर्वैः मुमुक्षिभिः अपि कर्मं कृतम् इति. हेविङ्ग् नौन् दस् ड्यूटीस् वेर् पर्फार्म्ड् इवन् बै द एन्शियण्ट् सीकर्स् आफ् लिबरेशन् कुरु कर्म एव तस्मात् कुरु कर्मम् एव पूर्वैः पूर्वतनं कर् इति. देर्फोर् यु अण्डर्टेक् आक्षन्स् इट् सेल्फ् एस् वास् पर्फार्म्ड् अर्लियर् बै दि एन्शियण्ट् वन्स्. त्वं कुरु त्वं कुरु कर्म तस्मात् त्वं पूर्वैः एव कर्म कुरु पूर्वैः पूर्वतरं कृतं कर्म कुरु त्वमपि कर्म कुरु. समीचीनं. अतः अपि मुमुक्षवः एतद् जानन्ति ज्ञात्वा अपि ते कार्यं कृतवन्तः. अतः त्वमपि कार्यं कुरु. पूर्वतरं त्वमपि कार्यं कुरु. अस्तु समीचीनं. तत्र अपि इति तस्य अर्थः इदानीं किञ्चित् मनसि स्थापितम् इति मन्ये. समीचीनं महोदय, धन्यवादः. अग्रे गीताञ्जलि भगिनी पठति वा? प्रयत्नं करोमि महोदय. पण्डिताः अपि कार्यविषये भ्रमन्ति. के भ्रमन्ति? पण्डिताः भ्रमन्ति. कार्य अकार्यविषये भ्रमन्ति. कार्य कार्यकृते अपि अकार्यकृते पण्डिताः अपि भ्रमन्ति. केवलं साधारणमनुष्याः न, पण्डिताः अपि कार्य द्वे अपि अत्र साधु भवितुम् अर्हति महोदय. पण्डिताः अपि च कार्य अकार्य अपि विषये अपि भ्रमन्ति. न केवलं पण्डिताः अपि अत्र तत्र साधु महोदय, किन्तु कार्य अकार्य तस्मिन् तत्र अपि इति तत्रापि भवितुम् अर्हति महोदय. सत्यं सत्यं तत्र भ्रमति इति तत्र किं तत्र न्यायशास्त्रे इति भ्रमणं वा अथवा गेट् एफेक्ट् तत्र भूलोकं सूर्यं भ्रमति इति तादृशं तादृश अपि स्पिन् इति तत्र रिवाल्व् रोटेट् इति तादृशमपि अस्ति. किन्तु तादृश अर्थे नास्ति. अत्र क्लेशः मनसि क्लेशः अस्ति इति तादृश अर्थे भ्रमः अस्ति इति पण्डिताः भ्रमन्ति. पण्डिताः अपि भ्रमन्ति कस्मिन् विषये? कार्यविषये पण्डिताः अपि भ्रमन्ति. अर्जुन अपि भ्रमन्ति. अहमपि न जानामि भगिनि. किन्तु तत्र इदानीं किञ्चित् अवगमनम् अस्ति खलु. किन्तु यदि श्लोकस्य सङ्ख्यां जानीमः मनसि शान्तिः भवति. तदङ्गीकरोमि. सत्यं भगिनि. अस्तु अग्रे महोदय, कस्य श्लोकस्य सङ्ख्या? एकादश. एकादशस्य न जानीमः. एकादश तु चतुर्थाध्यायः षोडशश्लोकः. चतुर्थोऽध्यायस्य षोडशश्लोकः महोदय. तत्र एव वा? अस्तु. आं महोदय. किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः. बिन्दु किं बिन्दु? Even intelligent are confounded as to what is action and what is inaction. I shall tell you of that action by knowing which you will become freer from evil. Samichinam modi. Sankhya ke avayah tatra panditah iti. Satyam. Panditah. Samichinam. Sankhya ka? Even the panditah. Panditah. 16. 416. Agrima shlokah bhagini. अस्तु अस्तु. तदनन्तरं 417 एव अस्ति. कर्म कर्म इति 417 अस्ति महोदय. सत्यं महोदय. तत्र इदानीं कः उक्तवती गीतञ्जलि भगिनि? कृतवती भवती. कृतवती अस्तु. भवती कृतवती अस्तु. नरेश् महोदय इदानीं. नरेश् महोदय न कृतवान्. भगवद्गीतायां कर्म अकर्म विकर्म अपि ज्ञातम् आवश्यकम्. तस्य ज्ञानम् आवश्यकं. कर्म इत्युक्ते किम्, अकर्म इत्युक्ते किं, विकर्म इत्युक्ते किम् इति ज्ञानम् आवश्यकम् अपि इति. तत्र एतत् श्लोक अग्रिमश्लोकः एव अस्ति. 417. अस्तु. कर्मणो अपि बोद्धव्यं बोद्धव्यं च विकर्मणः, अकर्मणश्च बोद्धव्यं गहनकर्मणे कर्मणो गतिः. बालचेतन् मोदि एकवारं वदति वा तत्र 417 महोदय. वदामि वद महोदय. कर्मणो ह्यपि बोद्धव्यं, बोद्धव्यं च विकर्मणः, अकर्मणश्च बोद्धव्यं, गहनाकर्मणो गतिः. धन्यवादः महोदय. अस्तु, अकर्मणश्च बोद्धव्यं. हा, समीचीनमस्ति महोदय. अस्तु, तत्र सर्वं ज्ञातव्यं, कर्म इत्युक्ते अपि अकर्म अपि विकर्म. कर्म जानीमः, अकर्म जानीमः, विकर्म इत्युक्ते प्रोहिबिटेड् एक्शन्. हा, प्रोहिबिटेड्. अस्तु, समीचीनम्. अस्तु, अतः प्रतिषिद्धकर्म. हा, प्रतिषिद्धकर्म. अस्तु, तदपि तस्य ज्ञानमपि किं किम् अस्ति, तादृशं किं किम् अस्ति इति तत्र. कर्मणः, विकर्मणः, अकर्मणः, हा, त्रयमपि, त्रयं दत्तम्. एक्शन, इनएक्शन एंड प्रोहिबिटेड एक्शन. बोद्धव्यम् अथवा ज्ञातव्यं. समीचीनम्. अस्तु, इदानीम् अग्रिमं तत्र. हा, बाणचित्री महोदय, भवान् एव अग्रिमं निस्सङ्गः कार्यं कुर्वन् अपि. निस्सङ्गः कार्यं कुर्वन् अपि कर्मबन्धनं न प्राप्नोति. कार्यं कुर्वन् कर्मबन्धनं प्राप्नोति, किन्तु कार्यं कुर्वन्नपि कर्मबन्धनं कथं न प्राप्नोति? निस्सङ्गः कुर्वन्नपि कर्मबन्धनं न प्राप्नोति. निस्सङ्गः, निस्सङ्गः कार्यं कुर्वन्नपि, महोदय, निस्सङ्गः कार्यं कुर्वन्नपि कर्मबन्धनं न प्राप्नोति. कुर्वन् एव, निस्सङ्ग एव महोदय. तत्र अस्तु, निस्सङ्गः कर्मबन्धनं न प्राप्नोति, कार्यं करोति, किन्तु निस्सङ्गः. निस्सङ्गः इत्युक्ते किम्? विदौट् अटाच्मेण्ट्. हा, निस्सङ्गः. कर्मणा बध्यते जन्तुः, महोदय. कर्मणा बध्यते, बध्यते जन्तुः, तद्वदति वेदम्, उपनिषत्. अस्तु महोदय. यत्किमपि कार्यं करोति बन्धनं तु प्राप्नोति एव, किन्तु यदा निस्सङ्गः कार्यं करोति तदा क्रमशः तत् क्रमबन्धन बन्धनमोक्षमपि प्राप्नोति. तत्र अत्र श्लोकायाः सङ्ख्यां जानीमः. अहं पश्यामि, अहं दृष्ट्वा वदामि महोदय. अहं अत्र तु अपि अपि स्थाने यदि एव भवति चेत्. न न न न न, तत्र अपि इत्युक्ते, अपि इत्युक्ते एषः करोति किन्तु, एतत् करोति, एतत् अस्ति किन्तु न भवति, तत्र कर्मबन्धनं न प्राप्नोति. कः कर्मबन्धनं न प्राप्नोति? निस्सङ्गः. कार्यं कुर्वन् अपि, कार्यं कुर्वन् अपि सः केवलं कर्मबन्धनं कार्यं करोति किन्तु कर्मबन्धनं न प्राप्नोति. करके भी, हा, तादृशार्थे. सत्यं, हा, सत्यं भगिनि. हा, किन्तु निसङ्गः अपि, निसङ्गः एव इति अपि. हा, सः एव, हा, सः एव, अन्यः न. निसङ्गः, निसङ्गः तादृशः अस्ति यः कार्यं कुर्वन् अपि कर्मबन्धनं न प्राप्नोति. अस्तु, अस्तु, धन्यवादः. अस्तु, अग्रे रघुपति महोदय, अग्रिमं पठामि. अत्यन्तं पापी अपि ज्ञानेन मोक्षं प्राप्नोति. अत्यन्तं पापी अपि, पापी आल्सो, पापी अपि ज्ञानेन मोक्षं प्राप्नोति. ज्ञानेन अत्यन्तम् इत्युक्ते महोदय, बहु किमपि, बहु किमपि, बहु किमपि, बहु पापिष्ठ, पापिष्ठ अपि, पापिष्ठ अपि ज्ञानेन मोक्षं प्राप्नोति. पापं कृत्वा अपि यदि ज्ञानं, मोक्षं, मोक्षं यदि सः प्राप्नोति ज्ञानेन, क्षम्यतां, ज्ञानं यदि प्राप्नोति तस्य मोक्ष, सः अपि मोक्षं प्राप्नोति. भगवान् वाल्मीकि तत्र अत्यन्तं पापी सामान्यपापी न बहु किमपि पापं कृतवान् किन्तु सः अपि ज्ञानेन मोक्षम् अति अन्तम् इत्युक्ते टिल् दि एण्ड् नो लैक् अति अति अत्यन्तम् अत्यन्तम् इत्युक्ते अति इत्युक्ते इन् एक्सेस् इन् एक्सेस् इन् एक्सेस् टु दि एक्सेस् एण्ड् आफ् दि एक्सेस् इति अत्यन्तं अत्यन्तम् इत्युक्ते बहु किमपि बहु किमपि लिमिट्लेस् लिमिट्लेस् तादृश तादृश पापं कृतवान् यः अस्ति सः अपि ज्ञानेन मोक्षं प्राप्तुं शक्नोति अस्तु तत्रापि अपि इति पदस्य महत्वं किम् इति ज्ञातवन्तः अस्तु अग्रे सूर्यकुमारी भगिनी वदति वा महोदय योगयुक्तः जितेन्द्रयः कार्यं कुर्वन् अपि न नश्यति अत्र तत्र त्रयोदशवाक्यस्य तादृशं रूपमस्ति खलु अत्रापि त्रयोदशवाक्यं यत् वयं पठितवन्तः निस्सङ्गः कर्मबन्धनं न प्राप्नोति कार्यं कुर्वन्नपि कर्मबन्धनं न प्राप्नोति अत्र योगयुक्तः जितेन्द्रियः न नश्यति कार्यं कुर्वन्नपि सः न नश्यति विपरीतार्थक विपरीत अर्थक न अर्थ समान एव विपरीत विपरीत दृष्टिकोण तत्र प्राप्नोति इति अस्ति किमपि नास्ति तत्र श्लोकं महोदय पञ्चमाध्यायस्य सप्तमश्लोकं योगयुक्तो विशुद्धात्मा विदितात्मादितेन्द्रियः सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते योगयुक्तः जितेन्द्रियः कुर्वन्नपि समीचीनं महोदय एतत् श्लोकस्य संख्या नास्ति चेत् बहु किमपि पूर्णतया भवान् महोदय स्मृतवती स्मृतवान् महोदय जानाति समीचीनम् अतः एव तस्य सहायम् अहं स्वीकृतवान् अस्तु समीचीनम् अस्ति महोदय अस्तु अग्रे रघुपतिमहोदय उक्तवान् वदतु महोदय रघुपतिमहोदय महोदय अहं किञ्चित् बहिः अस्मि अनन्तरं श्रुणामि महोदय गीताञ्जलि भगिनी अग्रिमं करोतु भगिनि सर्वाणि षोडश सर्वाणि कार्याणि अपि ईश्वरार्पणरूपेण करणीयानि अर्पणरूपेण करणीयानि सर्वाणि कार्याणि करणीयानि सर्वाणि कार्याणि अपि ईश्वर अर्पणरूपेण करणीयानि एतत् कार्यम् अस्ति अहम् एतत् कार्यं मया करणीयम् अस्ति एतत् कार्यम् अस्तु अहं करोमि किन्तु अस्तु एतत् कार्यम् अहं करोमि किन्तु एतत् ईश्वर अर्पणम् ईश्वराय अर्पयामि इति चिन्तयित्वा करोमि किन्तु केवलम् एतत् कार्यं न सर्वाणि कार्याणि अपि केवल साधु कर्म न कार्यं न किन्तु असाधु अपि सर्वमपि तस्य ईश्वर अर्पणरूपेण करणीयानि अपि तत्र सर्वमपि इति महोदय उक्तवान् चतुर्थ अध्याय षोडश श्लोकः एतद् वा भानुचेतनमहोदय उक्त्वा चतुर्थ अध्याय षोडश श्लोकः अस्तु महोदय कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणो नास्तु नास्तु महोदय किं कर्म किमकर्मति कवयो यत्र मोहितः न न तत् नास्ति तत् नास्ति पूर्वं कृतवन्तः क्षम्यतां 417 417 अस्तु द्वादशवाक्यम् अस्ति चतुर्थोऽध्यायस्य 417 अस्ति महोदय सर्वाणि कार्याणि द्वादश वा ओ द्वादश सर्वाणि कार्याणि न सर्वाणि कार्याणि नास्ति महोदय ईश्वरार्पणाय इति अस्तु तत्र अस्तु महोदय पश्यामि महोदय चतुर्थ अध्याय सप्तविंशतिः सर्वाणि कर्माणि प्राणकर्म न महोदय भ्रमं महोदय नास्ति नास्ति क्षम्यताम् अस्तु पश्यामः तत्र कोऽपि वयं अस्तु तत्र यत् पूर्वं वयं पठितवन्तः तत्र किम् आसीत् तत्र पापी अत्यन्तं पापी अपि ज्ञानेन मोक्षं तद् अस्ति 436 इति 436 अस्ति तत् अत्यन्तं पापि निसङ्ग न जानामि निसङ्गं न जानामि निसङ्गं न जानामि भगिनि किन्तु एतद् एतद् अस्ति तद् अस्तु अस्तु अग्रे किम् अस्ति शौर्यम् अस्तु तत्र बालचित्रि महोदय वदति वा शौर्यं तेजः शौर्यं तेजः धृतिः युद्धे अपलायनमपि क्षात्रस्वभावः भवति युद्धे तु शौर्यं तेजः धृतिः क्षात्रस्वभावः इति सर्वे मन्यन्ते किन्तु अपलायनमपि युद्धे अपि क्षात्रस्वभावः इति श्रीकृष्णेन अर्जुनं उपदिशति श्रीकृष्णः अर्जुनम् उपदिशति तत्र युद्धे युद्धात् पलायनं मा करोतु युद्धे अपलायनम् अपलायनं कर्तव्यं क्षात्रस्वभावः क्षत्रियस्य स्वभावः स्वभावः शौर्यं तेजः धृतिः इत्युक्ते किमपि कार्यं कृत्वा एव अहं गच्छामि इति यद् लक्षणम् अस्ति तद् कार्यश्रद्धा अपि युद्धे अपलायनं श्रद्धा नास्ति कार्य डेडिकेशन् न महोदय फिनिश् युवर् वर्क् एण्ड् नाट् गिव् अप् फोर्बेरेन्स् तादृश अस्तु समीचीनं तत्र अपि अपि इति तत्र किम् अस्ति तत्र समूहः अस्ति तत्र एतदपि अपलायनमपि स्वभावः भवति अत्र च अर्थे अस्ति सत्यं अस्तु अग्रे नरेश् महोदय अग्रिमम् करोमि अष्टादश यस्य अहङ्कारः नास्ति सः कृत्वा अपि न करोति कृत्वा अपि न करोति इति अहङ्कारः करोति सः करोति कृत्वापि न करोति तस्य इत्युक्ते तस्य सः कर्ता न भवति अहमेव कर्ता इति तस्मिन् तादृशभावः न भवति न भवति मया कृतम् इति अहङ्कारः न भगवता एव एतत् सर्वं कृतम् इति सः चिन्तयति अतः कृत्वापि सः न करोति इति तादृशार्थे अत्र श्लोकस्य सङ्ख्यां न जानामि किन्तु हा अस्तु अग्रे नरसिंहमहोदय अग्रिमम् आम् महोदय शौचम् आर्जवं ब्रह्मचर्यम् अहिंसा अपि शारीरं तपः भवति सर्वे शरीरं तपः भवन्ति शौचम् आर्जवं ब्रह्मचर्यम् अहिंसा अपि न केवलम् अपि इत्युक्ते च इति अर्थे अस्ति शारीरं तपः महोदय शारीरम् इत्युक्ते अत्र किं रूप शरीरस्य न केवलं शौचम् आर्जवं ब्रह्मचर्यम् अहिंसा अपि अहिंसा अपि तत्र शौचम् इत्युक्ते क्लेन्लिनेस् आर्जवम् इत्युक्ते सिम्प्लिसिटि हानेस्टि ब्रह्मचर्यम् अपि अहिंसा अस्तु तत्र तपः भवन्ति अस्तु समीचीनं महोदय अस्तु सूर्यकुमारी भगिनी त्रयोदशाध्यायस्य अष्टमश्लोकम् अमानित्वमदम्बित्वम् अहिंसा क्षान्तिरार्जवम् आचार्योपासनं शौचं धैर्यमात्मविनिग्रहः त्रयोदशाध्याये किं कः श्लोकं महोदय अष्टमश्लोकं महोदय Humility, unpretentiousness, non-injury, forbearance, sincerity, service of the teacher, cleanliness, steadiness, control of body and organs. Indriyateshu vairaha. Vairagyam. तदेव महोदय तत्र शौचमस्ति अहिंसा अस्ति आर्द्रम् अस्ति सत्यं तदेव अस्ति तदेव अस्ति नम्बर् 7 अस्तु अस्तु 8 श्लोकः किन्तु अहं अमानित्वम् अत्र सप्तमम् इति दत्तमस्ति सप्तम अस्ति महोदय इच्छा द्वेष सुखं दुःखं सङ्गाश्चेतनाधृतिः एतत् क्षेत्रं समासेन सविकारमुदाहृतं तदि अनन्तरम् अपि महोदय तत्र भगवद्गीतायां एकोत्तरसप्तशतिश्लोकं मन्यन्ते सप्तशतिश्लोकमेव इति कति जनाः कानिचित् जनाः मन्यन्ते अतः सप्तमश्लोकं यदि अर्जुन उवाच प्रकृतिं पुरुषं चैव इति अस्ति चेत् अष्टमश्लोकं तद् नास्ति चेत् केवलं भगवान् उवाच इति इदं शरीरं कौन्तेय तर्हि तत् सप्तमश्लोकं भवति महोदय त्रयोदश अध्यायस्य किञ्चित् अस्तु अस्तु अर्जुन उवाच इति तस्य श्लोकस्य संख्या नास्ति इति कृत्वा तदस्ति चेत् अष्टमश्लोकं तद् नास्ति चेत् समीचीनं किन्तु श्लोकं तु एतदेव अमानित्वमदं हित्वम् अहिंसा तदेव तदेव धन्यवादः महोदय अस्तु समीचीनम् अस्ति अस्तु सूर्यकुमारी भगिनी इदानीं महोदय यातयामं गतरसं पूर्यषितं पर्युषितं परिषितम् उच्छिष्टम् अमेक्ष्यम् अपि भोजनं तामसप्रियं भवति. यातयामं गतरसं पूति पूरषितं पर्युषितम् पर्युषितम् उच्छिष्टम् अमेक्ष्यम् अपि भोजनं तामसप्रियं भवति. हा, तत्र अहं श्लोकस्य सङ्ख्यां न जानामि, किन्तु कीदृशभोजनं तामसप्रियम् अस्ति किं महोदय? सप्तदश अध्यायस्य दशमश्लोकं महोदय. यातयामं गतरसं पूतिपर्युषितं च यत् उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्. सप्तदश अध्यायस्य सप्तदश दशमश्लोकम् अस्तु. अस्तु, समीचीनं. हा, तत्र कीदृशभोजनं तामसप्रियं भवति? तत्र यातयामम् इत्युक्ते स्पाय्ल्ड् अथवा ओल्ड्, गतरसं ड्रैड्, अत्र टेस्ट्लेस् अपि, पूति इत्युक्ते पुट्रिड् आर् फिटेड्, पर्युषितं स्टेल्, उच्छिष्टं यत् इम्प्योर्, तत् रेफ्यूस्ड्, तादृश भोजनं अमेद्यं फौल्, तद् एतत् सर्वं ताद् अस्ति, तदपि अपि भोजनं तामसप्रियं भवति. सामान्यभोजनं नास्ति, किन्तु एतादृशभोजनं, एतत् सर्वं गुणाः तस्मिन् भोजने अस्ति, किन्तु तामसप्रियं तदेव भोजनं कुर्वन्ति इति. अस्तु, धन्यवादः महोदय, भवान् भवतः सहायेन. अस्तु, तत्र केवलं वाक्यद्वयम् अस्ति, तत् तत्र समयः जातः इति कृत्वा तत्र केवलं वाक्यद्वयम् अस्ति, तद् अग्रिमवर्गे कुर्मः. बहु सन्तोषजनकः अस्ति इति मन्ये तद् कार्यं, खलु? अतः यदि तत्र किं वयं शीघ्रं न गच्छामः, किन्तु बहु किमपि समस्या नास्ति इति मन्ये, कापि समस्या नास्ति इति मन्ये, तत्र बहु लाभः इति मन्ये, अतः इदानीम् अपि इति विषये तस्य अवगमनार्थं भगवद्गीतायाः श्लोकस्य अपि किञ्चित् अवगमनम् अभवत्. समीचीनमेव अस्ति. सर्वेभ्यः बहु धन्यवादः. सर्वेभ्यः धन्यवादः. अनुचेतन्यमहोदय अपि बहु बहु धन्यवादः. वेदान्ती अस्ति सः, अतः अस्तु. उच्चारणं केवलं सुन्दरं महोदय, बहु सुन्दरम् उच्चारणं. अस्तु, समीचीनम् अस्ति. अतः सर्वेषां नमस्कारः, धन्यवादः, अग्रिमवर्गे मिलामः. हरि ओं महोदय. हरि ओं महोदय, नमस्कारः, धन्यवादः. धन्यवादः महोदय.